पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायम् 18 श्रीनारद उवाच अथ जालन्धरप्राह रक्षात्मानमिदः शिवं शिवाद्य त्वां क्षिपाम्याशु यत्रास्ते मधुसूदनः पश्चात् ब्रह्माणमाकृष्य पादयिष्यामि सागरे धृतेषु युष्मासु यदा तदा सर्वेश्वरो ह्यहम् इत्युक्त्वा सैन्यसंभारं न्यस्य शुम्भासुरादिषु भटैर्गुप्तं निशुम्भाद्यैश्चतुरङ्गमनन्तकम् शुम्भो निशुम्भः फेङ्गारो फेरुण्डो धूम्रलोचनः केदुर्बिडालजङ्घश्च राहुर्दुर्वारणो यमः कालासुरोधलवणो भूमिरेदोऽन्धकासुरः रक्तवीर्यादयश्चण्डी चामुण्डी दैत्यपुङ्गवाः सर्वानेवोद्यतान् दृष्ट्वा सङ्ख्ये दानवपुङ्गवान् रुरुधुसमरे राजन्वीरभद्रादयो गणाः ततो युद्धमभूद्धोरं तुमुलं लोमहर्षणं पदन्ति प्रथमायत्र दैत्याश्चापि क्षदातुराः अथ शुम्भादिभिर्दैत्यैः सर्वशस्त्रैर्महामृधे हदाप्ये दुर्गणाश्चान्ये पलायां चक्रिरे नृप गणान्विजित्य समरे रुरुधुर्दानवाशिवं वर्षन्तशरधाराभिर्खना मेरुगिरिं यथा ततः पिनाकमाकृष्य वृषभोपरि भैरवः जखान बाणनिवखैर्दानवान् समराङ्गणे तीक्ष्णाग्रैस्तु क्षुरप्रौखैर्दानवान् हनद्बली केचिन्नन्दिप्रहारेण पेदुस्सङ्ग्राममूर्धनि बाणैश्च जर्जरान् कृत्वा शुम्भादीन्वृषभध्वजः शेषं सैन्यं जखानाशु शस्त्रास्त्रै समराङ्गणे गजैर्नरैर्हयैर्व्याप्तं पतितै समराङ्गणम् बभूव वज्रनिर्भिन्नैः पर्वतैरिव भूतलम् अध मायामयीं गौरीं विदधे सिन्धुनन्दनः सौन्दर्यगुणसम्पन्नां सर्वालङ्कारभूषितां जयां मायामयीं कृत्वा समुवाचाब्धिनन्दनः गच्छ त्वं पुरतो रुद्रं विमोहय रणे द्रुतं युक्त्युक्त्वा दैत्यपदिना ययौ मायामयी जया रणे गत्वा शिवस्याग्रे मुक्तकेशी रुरोदः पृष्टा हरेण साप्राह मानसोत्तरपर्वतात् हृदा तव प्रिया देव पार्वती सिन्धुसूनुना श्रुत्वेदि वचनं तस्यास्तामुवाच वृषध्वजः जये त्वमेहि वृषभं त्वां हरिष्यन्ति दानवाः ततो वृषभमारुह्य जया चालिङ्ग्यशङ्करं प्राह प्रयामि पार्वत्या न जीवामि विनाहर चन्द्रं शम्भुजटाविष्ठं गृहीत्वा वृषभादृतम् अवारोहत सा माया मया क्ष्वक्तो रणं ययौ ततो गौरीं हृदां श्रुत्वा चिन्तयामास शङ्करः दैत्यमाया परिष्वक्तो नात्मानं बुभुधे नृप एतस्मिन्नन्तरे प्राप्तः सैन्येन महदा वृतः मायामृडानीं स्वरथे निधायार्णवज शिवं जालन्धर जये तद्वदासीद्वादित्रनिःस्वनः चचाल वसुधा येन प्रदिने दुर्महीधराः हरस्य दर्शयामास पार्वतीं सिन्धुनन्दनः रुद्रोऽप्यरिरधस्तां तां ददर्श निजवल्लभां वियोगविधुरां दीनां तन्वी माधुरलोचनाम् हानाथप्रिय रुद्रेदि प्रजल्पन्तीं पुनः पुनः प्रौढवैरिरथे दृष्ट्वा पाखण्डिस्तां यथा श्रुतिं गौरीं दध्यौ तथास्तानुपदं प्राप्या प्रिया मया विललाप ततः शम्भुर्दैत्यमाया विमोहितः मोहो मे दानवैकान्ते हृदासि त्वां कथं प्रिये शोकमोहप्लुतं दृष्ट्वा शङ्करं सागरात्मजः जगादप्रहसन्वाक्यं कश्चित् कारुण्यवान्यथा सर्वप्रमाणशून्योऽसि स्मर शृङ्गारवर्जितः ईश्वरोऽपि वराकस्त्वं संजातोऽम्बिकया विना मारो दीर्घिविरूपाक्ष ददामि तव वल्लभां रक्षितोऽसि मया रुद्र गृहीत्वा पार्वतीं रणाद इत्युक्त्वा गिरिशं तूर्णमुत्तार्य स्वरधादुमाम् सैन्यं सम्प्रेक्षयामास शङ्कराभिमुखं किल हरोऽपि वृषभेणाशु तत्सैन्यं समधावत गृहीतुं पार्वतीं पाहि त्राहि त्राहीति जल्पतीं यावद्गृह्णादित्तां गौरीं परेण वृषभध्वजः तावत् शुम्भासुरशीघ्रं गृहीत्वा चाम्बरे स्थितः शूलं मुमोच बलवान् कन्दुं शुम्भासुरं हरः शुम्भेन सा परित्यक्ता शूलोपरि पपातः रुदन्ती चारु सर्वाङ्गी त्यक्ता शूलेन संयुता पतिता शङ्करस्याग्रे तदेत्युक्त्वा ममारच माया गौरीमृदां दृष्ट्वा शोकमोहपरिप्लुतः हा प्रियेदि रुदन्रुद्रपपादभुविमूर्च्छितः क्षणं संज्ञामवाप्याध रणभूमावुमापदिः शशाप शुम्भप्रमुखान् गौरी युष्मान् घनिष्यति नारद उवाच अध शुम्भादयो दैत्या रणे देव्या निपातिताः महेश्वरस्य शापेन गते मन्वन्तरे नृप शपित्वा तान् नृरोदाध जल्पन्निर्गत्य शङ्करः क्व गदासि प्रियेत्युक्त्वा दुःखितं मां रणाङ्गणे रतिं त्यक्त्वा वियोगार्थः श्रीकण्ठोऽहं त्वया कृतः वासुदेवोऽपि मां त्यक्तं न जानाति त्वया प्रिये यज्ञे दक्षस्याग्निकुण्ठे शिरो देवि हुदं त्वया भूयो हि भवदी लब्धा कथं त्यजसि मां पुनः उत्तिष्ठोत्तिष्ठचार्वङ्गिगिरिजे मां प्रबोधय अत्रान्तरे शिवं ज्ञात्वा दैत्यमाया विमोहितम् देवतागणमध्यस्थो ह्यन्तरिक्षादुपागमत विलपं तमुवाचेदमदृश्यकमलासनः ब्रह्मोवाच त्वं शोकमोहपितृमातृविवर्जितोऽसि दुःखं सुखं सुदकलत्ररिपूर्णचास्ति जादोऽसि नैव जनकेन जनिष्यमाणस्त्वं मन्यसे ऋषिगणैश्च कुतो विमोहः एकोऽसि नाथ बहुधा कृतविग्रहोऽसि सूर्यो यथा जलधिवीजिषु दृश्यमानः ध्यानेन यान्ति यमिनस्तव पादमूलं रूपं परं दुरवबोधवमाज्यमेव नैषा प्रिया तव समानतया विपन्ना जालन्धरेण रचितां जहि देवमायां सा पार्वतीकमलकोशगदा हि शम्भो युद्धस्व वैरिनिवहं जहि पाहि चास्मान् श्रुत्वेदि ब्रह्मणो वाक्यमवबुद्धो महेश्वरः ज्ञात्वा तां दानवीमायां मुमोच महदीशिलां तया जखानसमरे दैत्यकोटिशतत्रयं ततो वृषभमारुह्य क्रोधेन महता नृप धनुः पिनाकं युद्धाय धूर्जडिर्जगृहे शरान् अध माया परित्यक्तं सर्वमालोक्य सिन्धुजः सुरेशमोहनं माया जालमत्यद्भुतं नृप अन्यदाविश्चकाराशु भृशं माया महाबलम् जालं धरकोडिभुजो बभूव वृक्षास्त्रशस्त्रायुयुधे वृषाङ्कम् अधान्तराले पृथिवीं चकार समुद्रसूनुर्गिरिधातुमण्डितां देवतायतनैरम्यैर्नानापुष्पसमाकुलैः मण्डितां नृमभूमिं च चकारो दधिनन्दिनः नृत्यन्ति यत्राप्सरसो मेनकाद्या मनोहरा विस्मृत्य शम्भुस्तदपास्य कार्मुकं सद्यप्रतस्ते वृषभो परिस्थितः वादित्रगीदैर्भुवि मोहिदो भृशं दैत्येन्द्र मायामय ताण्डवेन सह विमोहितं वीक्ष्य वृषस्थितं हरं नित्यं समुद्रः सह ताण्डवेन गीतेन वाद्येन च नृत्यलीलया ननादरूपी तरसा विमोहितुं जन्तून् क्षिप्त्वो दधौ तांश्च सहस्रांश ततोत्सवः क्व च ता देवता सर्वा क्व नन्दिप्रमुखा गणाः अपि त्वं माननीयोऽसि मोहितो दैत्यमायया किमद्य शम्भो भगवन्नुपेक्ष्यते उदीर्य चक्रं जठरस्थितं च वधाय चास्यैव कृतं महेश जालन्धरं संहरतेन चाजौ इति कृष्णस्य वचनात्तत्मृदात्वात्ममीश्वरम् आरुह्य वृषभं शीघ्रमाजगाममहारणं तमागतं शिवं दृष्ट्वा सर्वसैन्यसमावृतः रुरोध समरे राजन् क्रुद्धो जालन्धरोऽसुरः हरस्य कुपितस्यासीत् सृष्टिसंहारकारकम् रूपं तृतीयनेत्राग्नौ दानवाशलभा यथा रूपं दृष्ट्वा भगवतो रौद्रज्वालामयं नृप शुम्भादयस्तदा दैत्या राहुप्रभृतयश्च ये रुद्रं निरीक्ष्य संत्रस्ताः पादालं विविशुर्भयाद सेना भटाननेकांश्च हदान् दृष्ट्वा महामृद्धे शुम्भादीन् हदशेषांस्तान् दृष्ट्वात्मानं पलायितान् तदा जालन्धरसङ्ख्ये एको गिरिरिवस्थितः परमार्थं रुद्ररूपं हृष्टस्साक्षाद्विलोकयन् ततो जालन्धरप्राह महादेवं प्रहस्य च रूपं संहरयेन त्वं दहस्ये सचराचरम् शस्त्रेण कुरु सङ्ग्रामं त्यक्त्वा योगबलं निजम् यदि जालन्धरवच श्रुत्वोवाच ततः शिवः वरं वरय दैत्येश प्रीतोऽस्मि तव कर्मणा ईदृक्षमपि मद्रूपं दृष्ट्वा यन्निर्भयोऽधुना अभिब्रह्माण्डमखिलं मद्रूपस्यास्य दानव तेजसो वीक्षणेनालं तत्र त्वमसि निर्भयः नारद उवाच इति शम्भो प्रसादं च मत्वा संसारनिःस्पृहः जालन्धरो हराद्वव्रे मुक्तिं सायुज्यतां परां श्रीमहादेव उवाच दिव्यं देहमिदं दैत्यभोगसिद्धियुदं तव वृन्दामनोहरं रम्यमिहस्थं कालमश्नुदे मुहूर्तं परमात्मानं तमेकाकिनमव्ययम् अबुद्ध्वा त्यजसे मूर्ख कथं त्वं मुक्तिमिच्छसि वृन्दा तव प्रिया राज्ञी हृदा सा योगमायया ब्रह्मस्वरूपं विज्ञाय प्राप्ता तत्परमं पदम् इदानीं दुर्लभा सा च तत्पदं चैव दुर्लभं स्वर्गापवर्गयोर्मध्ये संसारे वरमाप्नुहि जालन्धर उवाच देवमुक्तपदं लभ्यं कृतकृत्येन केनचित् इदानीं कृतकृत्योऽस्मि यत्त्वां पश्ये त्वया हदः शिव उवाच मस्थानं परमं क्षेत्रं यदि त्वं गन्तुमुत्सुकः तर्हि मां कोपयस्वाशु दैत्यं हत्वा दृढैः शरैः तदोऽहं त्वां हनिष्यामि मस्थानं यास्यसे नख महेश्वर वच श्रुत्वा प्राह जालन्धरशिवम् त्वयि सर्वजगत्पूज्ये पूर्वं न प्रहराम्यहम् नारद उवाच एवमुक्तो जखानाशु स बुद्धिं धुजं विशिखै शिवः केशरा सिन्धुपुत्रस्य देहलग्ना विभान्ति च यथा लोहगिरिप्रान्ते वेणवो वह्निदीपिताः जालन्धरो हरस्याङ्गं पूरयामास मार्गणैः तैः शरैशुशुभे रुद्रो यथाकं खेचराकुलं जालं धरेशयोर्युद्धं तथा द्वन्द्वमभून्नृप हरादन्येन हन्तास्ति न सोढान्योर्नवात्मजाद गिरिकोटिसहस्रैस्तु तदा पृथ्वी पुडोद्धृतैः पूरयामास समरे सिन्धुजः पार्वतीपदिं तदशूलेन निहदो रुद्रेणो रसिदानवः निःससारमुखात्तस्य ज्वरो जम्भो भयङ्करः स च वीरज्वरो नाम सिंहवक्त्रो नराकृतिः दैत्यदेहाद्विनिष्क्रान्तं दृष्ट्वा सिंहमुखं ज्वरं हुङ्कारमकरोत्घोरं शरभस्तत्र निर्ययौ शिवस्य निःसृतेनासौ शरभेण निपातितः अजेयं शङ्करं दृष्ट्वा वृषभेन्द्रेण संयुधम् आययौ वृषभाभ्यासे तरसा सागरात्मजः वृषं पुच्छे गृहीत्वा जभ्रामयामास चाम्बरे जालन्धरो महाबाहुश्चिक्षेप हिमवद्गिरौ ततस्त्रिशूलमत्युग्रं मुमोच गिरिजापतिः तद्धस्तेन गृहीत्वा च दैत्येश शिवसन्निधौ रथारूढो धनुर्गृह्य कालकेदारमब्धिजः पूरयामास विशेखै शिवमुर्वीतले स्थितम् उग्रशस्त्राञ्चराञ्चित्वा बाणैरथमचूर्णयत् दशयोचनविस्तीर्णं सारथ्यश्व समन्वितं जालं रोपि विरधो अभ्यधावन्मृधे शिवम् तयोर्युद्धमभूद्घोरमद्भुतं लोमहर्षणं तद्दृष्ट्वा काण्डकल्पान्त शङ्कया तत्र सुसुराः सर्वास्त्रैस्तावदन्योन्यं जघ्नदुर्भीमविक्रमौ पद्भिः पृथ्वीं चालयन्तौ कम्पयन्तौ नभस्वनैः अधोत्कडम्बलं दृष्ट्वा दानवेन्द्रस्य शङ्करः शस्त्रजालं जहाराशु योगमायाबलेन सह तदकोडिभुजो दैत्यो दंष्ट्राभीषणलोचनः शस्त्रहीनोऽपि तरसा धावमानो हरं ययौ विशालकरबन्धेन बबन्ध समरे शिवं ततस्तस्य कृपाणेन खिच्छेदकरकाननं सिन्धुजेन भुजाक्रान्तो रुद्रो भून्नीललोहितः लीलया योधयामास रणेसौ सिन्धुनन्दनः छिन्नहस्तोऽपि युयुधे स्वर्भानुशिरसा यथा नियुद्धेन नदीसूनुस्तोषयामास शङ्करं परितुष्टो ब्रवीक्षम्भु वरं वरय दुर्लभं जालधरेण सोऽप्युक्तस्त्वं मे देह्यात्मनः पदं मम दोःशस्त्रहीनस्य नावज्ञां कर्तुमर्हसि शीघ्रं प्रयच्छ मे सिद्धिं नो चेत्त्वां संहराम्यहम्। इत्युक्त्वा सभुजो भूत्वा जघ्ने तं मुष्टिनो रसि ततसुदर्शनं चक्रं पुरा यन्निर्मितं स्वयं मुखादुद्गीर्य तद्धस्ते गृहीत्वा तोलयदृशा सूर्यकोटिसहस्राभं ग्रसन्तं सचराचरम् तेन चक्रेण चिच्छेद शिरो जालन्धरस्य च ततस्तच्चीर्षमुत्प्लुत्य गगने शदयोचनम् दंष्ट्राशदकरालास्यं स्वर्भूमिनयनं च यद व्याघ्रगत्या ततो यादं सदनं ब्रह्मणो नृप भूयस्वर्गे ततो दृष्ट्वा मृडशीर्षमधावद स्रवतद्रुधिरं भूरि प्रकुर्वद्भैरवस्वनं ततो दिशप्रणष्ठास्था गगनं विलयं गतं न तेजसां प्रकाशोऽस्ति चचालवसुधाभयाद आपतन्दं जखानाशु रुद्रश्चक्रेण तच्छिरः द्विधा भूत्वाद राजेन्द्र पपाद हिमवद्गिरौ तदो जालन्धरस्याशु शिरः सकले किल विशद सर्वभूतानां पश्यदा स्म वृषा कपौ तस्य कण्ठात् समुद्भूता दैत्याशतसहस्रशः ते हदास्तेन चक्रेण कपर्दिकरशालिना जालं धरकबन्धं तन्ननर्त रुधिरारुणं पुनः पुनः समुद्भूतास्तस्य कण्ठात्तु दानवाः पुनः पुनर्बलवदा छिन्नाश्चक्रेण शम्भुना मेधसा सिन्धुपुत्रस्य पूरिता सकला मही मेदिनी मेधसैवैशाख्यादिं प्राप्तादुपार्थिव यत्र दैत्यवरस्यास्य शोणितं शैलतां गदं कैलासस्योत्तरे भागे तत्राभूच्छोणिदं पुरम् अध मांसचयान् दृष्ट्वा सर्वतो व्याप्यतिष्ठतः तदा सस्मार देवेशश्चतुष्षष्टिगणं रणे विज्ञानस्मरणाद्देव्यः सम्प्राप्ता शङ्करान्तिकम् कृताञ्जलिपुडा प्रोजु शिव किं करवामहे महादेव उवाच येदे दैत्यमासस्य राशयो गिरिसन्निभाः भक्षयध्वं युधा शीघ्रं दत्तानुज्ञामया तु वः ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा वाराही चैव माहेन्द्री सर्वास्वगणशोभिताः एवं शङ्करनिर्दिष्टा देव्यास्ता मांससंचयान् क्रूरेण चक्षुषालोक्य निन्युश्चादर्शनं क्षणाद अध जालन्धरवभुः क्षीणं क्रान्तं तु शक्तिभिः ताभिर्ग्रस्ते शरीरे तु तस्य देहाद्विनिःसृताः प्रभासा शङ्करं प्राप्ता जगामादर्शनं क्षणाद तत्तेज सूर्यसङ्काशं लयं प्राप्तं महेश्वरे एवं स विलयं प्राप्तः त्रि दिशारिस्त्रिलोचनाद वृणुध्वं च वरं सर्वाः प्रीतः प्राह महेश्वरः तदा ताः सर्वयोगिन्यः पप्रच्छुर्जगदीश्वरं मर्त्यलोकेषु ये लोका भोगमोक्षवरेप्सवः पूजयिष्यन्ति ते नित्यं स्वगृहे योगिनीगणं तत्तेषां वाञ्छितं सर्वं सिद्ध्यतां त्वत्प्रसादतः महादेव उवाच यः कश्चित् पूजयेन्नित्यं भक्तिभावसमन्वितः युष्मद्गणं च तस्याहं वरदोऽस्मि धरातले मद्भक्तकेशवस्यापि द्वेष्टि यो योगिनीगणं भैरवोऽहं तदा तस्य हरिष्ये सुकृतं कृतम् इति दत्तवराहृष्टा योगिन्यो विभुना मृधे अत्रान्तरे भवानीं तां सस्मार वृषभं हरः स्मृतमात्रा पार्वती सा वृषभश्चागमत्क्षणाद सखीगणसमायुक्ता सम्प्राप्ता हरिवल्लभा सन्त्यक्त्वा भ्रामरीं मूर्तिं हरस्यार्धं समारुहद गिरिजासहितो राजन्महेशो मोमोदे ततः योगिनीं प्रत्युवाचेदं विबध्वं रुधिरं नृप जालन्धरकबन्धस्थं ताश्रुत्वा जगृहुर्भृश्यं मांसमेदोह्यसृत्पित्वा योगिन्यो ननृतुर्मुदा ततो हरप्रसन्नो भूतासां क्रीडनवीक्षणाद स्वयं च भैरवं रूपं कृत्वा तन्मध्य गःपपौ तीक्ष्णदंष्ट्रा महाकायास्तदा संयोगिनीगणाः ग्रसं तोद्यापि मांसानि काले चापि पिबन्त्यसृक तेन जालं धरो दैत्यो नोत्तिष्ठति रणेहतः ततस्तत्र समाजग्मो ब्रह्माद्या देवतागणाः ऋषयो मरुदो देवास्तु वन्दि स्म महेश्वरम् दिशप्रसेदुसुरभिर्ववौ मरुद्दिवः प्रपेदु भुवि पुष्पवृष्टयः कृधाभिषेकस्य च तस्य निःस्वनान् संनादिदा दुन्दुभयोऽपि चक्रिरे उपरि परिमलान्धैः सुस्वरं सम्पदद्भिर्मधुकरनिकुरं वैरुह्यमाणाभरेण अविरलमधुधारासारसंसिक्तभूमिः सदसि सुरविमुक्ता प्राप तत्पुष्पवृष्टिः हरे तदा सिन्धुसुदे हरेण नाराज पादैस्त्रिजगत्तदा बभौ प्रसूनवृष्टिर्ननृतुस्तदाङ्गना जगुश्च यक्षासुरकिन्नराद्याः शम्भुर्वैरिजयोद्धितेन यशसा स्वाराङ्गकीर्तिर्गिरिं स्वम्भेजे सुरसिद्धचारणगणैः संस्तूय मानः सदा गौरी चापि जगामचाशु गिरिदश्वेतः सखी संवृता संचक्रुस्त्वभिसेवनं सुमनसां वर्षेण देवाङ्गना देवोऽसौ करुणामयसुरगणान् स्वे स्वे पदे स्थापयन् प्रादाद्यन्यदपि स्वकं वसुतदो ज्ञात्वा पदिं शङ्करः किं वक्तव्यमतः परं यदि भवेदीशानुकम्पा परा कोऽयं वा त्रिदिवो धरातलमिदं स्यादात्मसात् सर्वतः देवास्वराज्यमासाद्य यथा पूर्वं चकाशिरे बुभुज्योर्यज्ञभागांस्ते लोकपालत्वमाश्रिताः नारद उवाच इति जालन्धरस्योक्तं यथा वदनुपूर्वशः चरितं लोकवीरस्य राजन्नत्यद्भुतं तव विष्णुत्यजदिनाद्यापि क्षीराब्धिं यद्वशो नृप सर्वो विभुङ्क्ते स्वं कर्म कर्म तद्विध्य संशयं तुभ्यं दुःखनिरासाय प्रोक्तमाख्यानमुत्तमं यावद्देहोऽस्ति कर्माणि सुखदुःखानि कर्मतः देहि भुङ्क्ते वशो राजन्त्राणं न ज्ञानतः परम् कृष्णादीनां देहबन्धे सुखदुःखादिवर्तते तत्रेतरेषां किं वाच्यं ये वैराग्यपराङ्मुखाः ज्ञात्वेदृशीं कर्मगतिं सर्वेभ्यो बलवत्तमां धीरो भवप्रदीक्षस्व शुभकर्मागमं पुनः शत्रून् जित्वा दुसमये स्वं राज्यं पुनराप्स्यसि इतिहासमिमं श्रुत्वा न दुःखै परिभूयते धर्मार्थकाममोक्षाश्च यथा वच्चात्र कीर्तिताः स्वर्ग्यं पापहरं पुण्यं शोकमोहविनाशनम् ब्राह्मणो ज्ञानमाप्नोति राज्यं प्राप्नोति क्षत्रियः वैश्यश्च बह्वीं सम्पत्तिं श्रुत्वा शूद्रः सुखं लभेद यो राजा भ्रष्टराज्योऽपि रतसन्नेव सत्पथि स राज्यं पुनराप्नोति श्रवणान्नित्यमस्यतु आकर्षण्यैतत् सदां राजन् श्राव्यमन्यन्न रोचते कलं च कोकिलालापं रूक्षं द्वां क्षरुतं यथा आख्यानमेदधनकं श्रुत्वा सज्जनहृत्प्रियः हिरण्यखिल वस्त्राद्यैर्धेनुभूमिप्रदानदः सन्तोष यद्वाचकं तु तस्मिं स्तुष्टे फलं लभेद देवताश्च प्रसीदेयुरर्चिते वाचके गुरौ अन्नदानानि दद्याच्च ब्राह्मणेभ्यः प्रपूजयेद जायते विजयी नित्यं पुत्रपौत्र समृद्धिमान् जायते विष्णुलोके यशृणोत्याख्यानमुत्तमम् इति व्याजेन भो भूप तुलस्युत्पत्तिकारणं ये शृण्वन्ति नरश्रेष्ठा न तेषां पादकं क्वचित् तुलसीमाहात्म्यमिदं पवित्रं पापनाशनम् श्रुत्वा दुलभदे मोक्षमुक्त्वा चैव न संशयः स्वगृहे रोपिता चैव तुलसी पापनाशिनी दर्शनात् ब्रह्महत्यापि नश्यते नात्र संशयः कार्तिके चैव माखेदु तुलस्या पूजयेद्धरिं वैशाखेदु विशेषेण पूजनं च हरे स्मृतम् एके नैव प्रदक्षिणेन सकलं पापं गतं वै सदा ये शूद्रा भुवि सन्ति दाननिरधा कालेन शुद्धिं गदाः तेऽपि स्युः सुरपूजनार्हतनवः पापाच्च दूरं गदाः ये वै विष्णु जनाश्च दुर्लभतराह्यस्मिन् कलौ साम्प्रतम् इति श्रीपात्मे महापुराणे पञ्चपञ्चाशदसहस्रसंहितायाम् उत्तरखण्डे जालन्धरोपाख्याने श्रीजालन्धरवध महोत्सवो नामाष्टादशोऽध्यायः ॐ